नमो नमः। अस्तु, तर्हि अस्माकं विषयः अस्ति ऋणत्वं। तत्र विशिष्टसूत्राणि अस्माभिः ज्ञातानि सन्ति। रषाभ्यां नो णः समानपदे, अट् कुप्वाङ् नुं व्यवायेऽपि, प्रातिपदिकान्तनुं विभक्तिषु च, कुमति च, उपसर्गादसमासेऽपि णोपदेशस्य कृत्यचः, पूर्वपदात् संज्ञायामगः इति तावत्। इति ऋणत्वविधायकसूत्राणि सन्ति। तत्र आरम्भे अस्माकं समानपदे रषाभ्यां नो णः समानपदे इति सूत्रमस्ति, तत्र साक्षात् अनन्तरं भवेत्। अनन्तरं समानपदे व्यवहितस्थित्यामपि व्यवधाने अपि तत्र अट् कुप् वाङ् नुं व्यवायेऽपि इति सूत्रेण एते वर्णाः मध्ये सन्ति चेदपि समानपदे णत्वं भवति। अनन्तरम् असमानपदे समस्तपदे तत्र सखण्डपदे अस्माकं तत्र कानिचन सूत्राणि सन्ति, प्रातिपदिकान्त नुं विभक्तिषु च एतेषु तत्र त्रिषु स्थितिषु एतासु सखण्डपदमस्ति चेदपि णत्वं, तत्र निमित्तं पूर्वपदे। तत्र मनसि भवेत् यत् सखण्डपदमस्ति चेदपि निमित्तम् उत्तरपदे अस्ति चेत् अस्माकं तादृशं चिन्तनं नापेक्षितम्। अस्तु, कुमति च अतीनेन तत्र प्रातिपदिकान्त नुं विभक्तिषु च अतीनेन तत्र विकल्पेन भवति स्म वा इति अस्ति, किन्तु अत्र कुमति च अतीनेन तत्र नित्यं भवति, नित्यम् इति यदा कवर्गीय कश्चन वर्णः अस्ति उत्तरपदे तदानीम्। अस्तु, उपसर्गात् समासेऽपि णोपदेशस्य, अत्र असमासे अपि नाम सखण्डपदमस्ति, समासः अस्ति चेत् नास्ति चेदपि पूर्वम् उपसर्गः अस्ति, अनन्तरम् अणोपदेशधातुः नाम यस्य नकारादि धातोः उपदेशावस्थायां मूर्धन्य णकारः अस्ति, अणोपदेशः उपदेशावस्थायां णकारः अस्ति, यथा अत्र प्रदर्शितमस्ति णीय अणश अणः णम इति, नमति, नयति, नश्यति इति इत्यादयः धातवः, सामान्यतः पञ्चत्रिंशत् धातवः एतादृशाः सन्ति। केवलम् अष्टधातवः सन्ति येषाम् आदौ नकारः अस्ति, किन्तु उपदेशावस्थायां तस्य दन्त्यनकारस्य अणकारः आसीत् नासीत्। केवलम् अष्टधातवः तादृशाः सन्ति येषाम् आदौ अणकारः नासीत्, नाम आरम्भतः एव दन्त्यनकारः आसीत् इति अस्ति। कृत्यचः, अस्तु, सुब्रह्मण्यं महोदय तत्र संक्षेपे वदतु कृत्यचः। संक्षेपे अत्र पूर्वपदे उपसर्गे निमित्तमस्ति, अपि च कृत्प्रत्ययः अन्ते अस्ति, कृत्प्रत्ययान्ते अत्र नकारः अस्ति, अपि च नकारात् प्राक् अचवर्णः अस्ति चेत् कृत्यचः इत्यनेन नकारस्य णत्वं भवति। बहु समीचीनमस्ति। अस्तु, अखिलभगिनी अग्रिमसूत्रं संक्षेपे तादृशं पूर्वपदात् संज्ञायामगः। तत्र पूर्वपदे इदानीं निमित्तमस्ति, उत्तरपदे नकारः अस्ति, तादृशावस्थायां तत्र यदा संज्ञापदमस्ति चेत् तत्र नित्यं भवति णत्वं, परन्तु निमित्तं मध्ये पूर्वपदे गकारः मध्ये अस्ति चेत् तादृशस्थितेषु न भवति अगः इत्यनेन। किन्तु केवलं मध्ये इति न वक्तव्यम्? न, पूर्वपदे गकारः अस्ति चेत् तादृशं न भवति इति. नाम पूर्वपदस्य कुत्रचित् गकारः अस्ति इति न वार्ता. सो अन्ते गकारः अस्ति इति. पूर्वपदस्य अन्ते गकारः अस्ति चेत् तदा न भवति. तदानीं न भवति. अस्तु, बहु समीचीनम् अस्ति. इति सप्तविधायकसूत्राणि सन्ति. समानपदे सूत्रद्वयमस्ति, अनन्तरं पञ्चसूत्राणि सन्ति. यत्र सखण्डपदमस्ति चेदपि, निमित्तं पूर्वपदे अस्ति चेदपि अनत्वं भवति इति अस्माभिः परिशीलितमासीत्. महोदय, एकः प्रश्नः अस्ति अत्र. अत्र पी डि एफ् मध्ये संज्ञायां नो णः समस्तपदे इति दत्तमस्ति अत्र. अत्र नस्य नकारः नित्यं भवति संज्ञायां गम्यमानायाम्. अत्र गम्यमानायां कुत्र पठन् अस्ति भवान्? पी डि एफ् मध्ये महोदय. अत्र पी डि एफ् प्रायः तृतीयः अस्ति महोदय. कस्मिन् पुटे? तृतीय अत्र पञ्चमे पुटे महोदय. पञ्चमे पुटे. हा, पञ्चमे पुटे. हा, तत्र संज्ञायां नूनः समस्तपदे इति पूर्वपदे स्थितात् निमित्तात् परस्य उत्तरपदे स्थितस्य नस्य अणकारः नित्यं भवति संज्ञायां गम्यमानायाम्. अत्र प्रश्नः कः? अत्र गम्यमानायाम् इत्यस्य वैशिष्ट्यं किम् इति प्रश्नः महोदय. संज्ञायां गम्यमानायां नित्यं भवति संज्ञायां न गम्यमानमिति यस्य संज्ञा अस्ति इति तावदेव अस्ति. संज्ञमान अत्र गकारस्य किमपि नास्ति. अत्र संज्ञायां गम्यमानायाम् इति गम्य सङ्गच्छते इति मम भाति. अत्र गकारस्य इति नास्ति, अपि तु संज्ञा गम्यमाना अस्ति इत्युक्ते संज्ञा अस्ति, तावत् अस्ति. अत्र किमपि वैशिष्ट्यं नास्ति. आम् महोदय, तत्तु कृत्यचः इत्यस्य कृते एव तत् पदं दत्तमस्ति इति अहं चिन्तयामि. मान इत्युक्ते शाणच् प्रत्ययं कृदन्तपदनिर्माणविषये शाणच् प्रत्ययविषये न कुत्र भवती वक्तुमिच्छति? अत्र केवलं संज्ञाप्रसङ्गे, न तु कृत्यचः. गम्यमानायाम् इत्युक्ते कृत्यचः इत्यस्य कः अत्र कः प्रसङ्गः कृत्यचः इत्यस्य? अत्र तादृशप्रसङ्गः नास्ति किमपि. अत्र संज्ञायां नोनः इति विषयः. पूर्वपदात् अत्र संज्ञायाम् अगः इति सूत्रस्य प्रसक्तिः, न तु कृत्यचः इति किमर्थं वदति? न वगच्छामि. कृतति इति विषयः नास्ति अत्र. गम्यमान इत्युक्ते शाणच् प्रत्ययान्तरूपम्. अतः शाणच् प्रत्ययान्तं तु किन्तु अत्र णत्वम् अस्मिन् पदे नास्ति खलु? अस्ति वा? अत्र भवत्याः चिन्तनं प्रशंसनीयमस्ति. सर्वत्र दृष्ट्वा भवती चिन्तयन्ति इति दृष्ट्वा बहु प्रशंसनीयम् अस्ति. किन्तु अत्र यद्यपि शाणच् अस्ति, अत्र कर्मणि शाणच् अस्ति. गम्यमान इति कर्मणि शाणच् अस्ति. किन्तु अत्र णत्वस्य विषयः नास्ति. कृत्यचः इति अत्र नास्ति. अस्तु, अग्रे इच्छामि. अन्य प्रश्नः तत्र कृत्यचः, तत्र मान शानज् इति अस्ति तत्र करपत्रे, प्रयायमानं तत् उदाहरणं मया न अवगतं. तत्र प्र इति उपसर्गः या इति धातुः तत्र मध्ये यकारः कर्मणि प्रयोगे अस्ति वा प्रयायमाणं कथं निर्मितम् अस्ति इति वा न मध्ये यका तत्र तु उपसर्गस्य अनन्तरं धातुः धातोः अनन्तरं किञ्चित् स्मारयतु पत्रं प्रेषयित्वा अत्र धातुः कः कथं निर्मितम् अस्ति इति अन्यविषयः अत्र निर्मितम् इति नास्ति महोदय निर्मितम् इति नास्ति तत्र निर्माणस्य विषये नास्ति अत्र प्र इति धातुः या इति प्र इति उपसर्गः या इति धातुः अनन्तरं तत्र मध्ये यकारः अस्ति इति एव भवत्याः प्रश्नः कथं रूपं साधितं खलु प्रश्नः न न या इति अस्ति चेत् अपि तत्र तत्र नत्वं भवति वा इति तदेव प्रश्नः तत्र कृत्वापि नत्वं भवति यकारस्य अनन्तरं तत्र न तत्र अच् इति सम्बद्धप्रश्नः वा अच् अचः पूर्वं पूर्वं वयम् उक्तवन्तः तत्र त्रयः भागाः सन्ति तत्र उपसर्गः धातुः अनन्तरं कृत् प्रत्ययः अत्र धातुः अस्ति अनन्तरं कृत् प्रत्ययः अस्ति मध्ये किमपि अस्ति तथापि तत्र नत्वं भवति वा इति प्रश्नः न न अत्र हा अवश्यम् अत्र अत्र किं लिखितमस्ति उपसर्गात् निमित्तात् परस्य अचः उत्तरस्य कृत्स्थस्य नस्य णत्वं स्यात् नाम किम् उक्तमस्ति अत्र उपसर्गः भवेत् तस्मिन् निमित्तं भवेत् अनन्तरं कृत् अनन्तरं साक्षात् अनन्तरम् इति भवितुमेव नार्हति खलु साक्षात् अनन्तरम् इति नास्ति नाम मध्ये धातुः अथवा यत्किमपि भवतु नाम अत्र केवलं किं स्यात् इति नास्ति आरम्भे उपसर्गः अन्ते कृट् प्रत्ययः कृट् प्रत्यये नकारः अस्ति कृट् प्रत्यये स्थितस्य नकारस्य पूर्वम् अच् वर्णः भवेत् तावदेव उक्तमस्ति अतः कुत्र बाधा भवत्याः उक्ते उदाहरणे बाधा कुत्र अस्ति अहं चिन्तितवती तत्र मध्ये यकारः बाधा अस्ति इति चिन्तितवती तथा नास्ति तथा नास्ति खलु अत्र नाम सूत्रे तादृशबाधा दृश्यते सूत्रे न दृश्यते परन्तु अन्यानि उदाहरणानि तत्र तु न तथा नास्ति अतः एव पृच्छामि हा हा न किन्तु सूत्रं द्रष्टव्यमस्ति तत्र बाधा नास्ति हा अस्तु समीचीनमस्ति किन्तु भवत्याः प्रश्नः पूर्वं यः पृष्टः पत्रं प्रेषयित्वा स च प्रश्नः सम्यक् अस्ति इदानीमपि तस्य समाधानं न प्राप्तम् इति कृत्वा उत्तरं न दत्तमस्ति अत्र प्रश्नः आसीत् कार्यवाहिनी कार्यवाहिनी इत्यस्मिन् कार्यवाहिनी अस्मिन् करपत्रे एकं पदमस्ति सर्वे पश्यन्तु तत्र पञ्चमे अभ्यासे प्रथमम् अस्ति कार्यवाहिनी कार्यवाहिनी इति तत्र नकारान्तप्रातिपदिकमस्ति न वा इति प्रश्नः यथा विद्यार्थिनी विद्यार्थी विद्यार्थी इत्यस्य प्रातिपदिकमस्ति विद्यार्थिन् किन्तु विद्यार्थिनी इति स्त्रीलिङ्गशब्दे सामान्यतया वदामः यद् प्रातिपदिकमस्ति विद्यार्थिनी कार्यवाहिनी अपि तादृशशब्दः अस्ति कार्यवाहिन् तत्र पुल्लिङ्गे कार्यवाही इति कार्यवाहिन् इति तत्र नकारात् प्रातिपदिकमासीत् कार्यवाहिन् कार्यवाही इति वदामः चेत् किन्तु कार्यवाहिनी यथा विद्यार्थिनी तत्र तदानीं ङीप् इति अस्ति दीर्घ इकारः सामान्यतया स एव प्रातिपदिकमस्ति मातरम् अहं पृष्टवान् माताजी को पृष्टवान् सापि चिन्तयन्ती अस्ति अस्मिन् प्रसङ्गे तत्र समाधानं किम् अत्र दोषः वा अथवा न इति प्रसङ्गे अनन्तरं वदिष्यामि अग्रे गच्छेम अभ्यासप्रसङ्गे एतावता अत्र सप्तम अभ्यासः समाप्तः अस्ति अष्टमाभ्यासः करपत्रे सप्तमे पुटे अष्टमाभ्यासः अस्ति अत्र लक्ष्मीभगिनी आरब्धुमिच्छति वा पश्यति वा हरि ओं राजेन्द्रमहोदय करोतु कृपया आम, आम, आम, आम, आम, आम, आम, आम, हा विलम्बेन अस्तु वदतु भगिनि. यथा निर्देशं पूरयन्तु. अत्र पदं निमित्तं व्यवधानम् अखण्डं पदम् अथवा सखण्डं पदम् अपि उपरि दत्तमस्ति. उदाहरणत्वेन ब्रह्मणः इति पदमस्ति, तत्र तस्मिन् पदे निमित्तमस्ति रेफः. अनन्तरं रेफनकारयोः मध्ये अकारः, हकारः, मकारः, अनन्तरं पुनः अकारः इति एते वर्णाः सन्ति. ब्रह्मणः इति पदम् अखण्डं पदम्. अनन्तरम् अत्र रेफनकारयोः मध्ये वर्णाः भवितुमर्हन्ति कुप्वाङ्गं व्यवायति इत्यनेन. अकारः च्वर्णः, हकारः अपि अट्वर्णः, मकारः पवर्गीयव्यञ्जनम्, अनन्तरम् अकारः अपि अच्वर्णः, अतः आङ्ग्लत्वं भवितुमर्हति. प्रथम उदाहरणं एकनिमेषः सावधानतया वक्तव्यमस्ति. भवितुम् अर्हति, अर्हति इत्यस्य न किमपि कार्यमत्र नास्ति. अर्हति इति न भवति. भवितुम् अर्हति इत्युक्ते तादृशी सम्भावना अस्ति, सम्भावनायाः तत्र विषयः नास्ति खलु, विकल्पेन वा? नाम अस्माकं भाषा न स्पष्टा भवेत्. अर्हति इति यत्र अर्हति तत्र अर्हति, यत्र अस्ति तत्र अस्ति. अस्तु अग्रे. चक्राणाम् अत्र रेफनकारयोः मध्ये निमित्तं रेफः. रेफनकारयोः मध्ये दीर्घ आकारः अस्ति, आकारः अचुवर्णः, षष्टिविभक्त्यन्तरूपम्, अखण्डं पदम्, अकुप्वाङ्गं व्यवायति इत्यनेन अत्र णत्वम् अभवत्. अस्तु समीचीनमस्ति. अत्र प्रातिपदिकान्त नूं विभक्तिषु च इति कार्यमस्ति वा? न महोदय, अत्र समासः नास्ति, केवलं षष्टिविभक्ति बहुवचनान्तरूपम्. समीचीनमस्ति, तथैव. मीना भगिनी वदतु, अत्र किमर्थं प्रातिपदिकान्त नूं विभक्तिषु च इति सूत्रेण न वदामः? विभक्ति अस्ति खलु, नकारः तत्र बहुवचनषष्टिविभक्तिः अस्ति, षष्टिविभक्ति अन्तं बहुवचने नकारः अस्ति, विभक्तेः भागः. अखण्डपदं नास्ति, अखण्डपदम् अस्ति, अतः अखण्डपदस्थाने एव प्रातिपदिकान्तेषु इत्यस्य. अखण्डपदे अथवा सखण्डपदे? अखण्डपदे एव प्रातिपदिकान्तेषु इत्यस्य प्रसङ्गः अस्ति. हा सत्यं, समीचीनमस्ति. तत्र गमनस्य आवश्यकता एव नास्ति खलु अस्माकम्. अस्तु सम्यक् अस्ति. अत्र केन सूत्रेण णत्वं? रषाभ्यां नो नः समानपदे. एवं वा? आम्. अत्र तथा अस्ति वा? राजीभगिनि वदतु. समुद्रेण आं महोदय, चक्राणाम् अत्र अणत्वम् अस्ति केन सूत्रेण? रसाभ्यां नोणः समानपदे इति नास्ति वा? नास्ति महोदय. किमर्थम्? किमर्थम् इत्युक्ते साक्षात् समीपे न आगच्छति. हा इति अस्ति. मीना भगिनी अवगच्छति वा? आम् रसाभ्यां नूनः समानपदे इति अनेन णत्वं कदा वक्तुं शक्नुमः? साक्षात् समीपम् आगच्छति चेत् एव यथा पूर्ण पूर्ण मीनभगिनी अवगच्छति वा तत्र पूर्ण रेफस्य अनन्तरं साक्षात् अनन्तरं नकारः अस्ति. द्वयोः वर्णयोः मध्ये अन्य कोऽपि वर्णः नास्ति इति चेत् एव रसाभ्यां नोणः, यतोहि पञ्चमी अस्ति. अहं चिन्तयामि महोदय, प्रथमं रसाभ्यां नोणः अनन्तरं तथा नास्ति. नितरां नास्ति. भवती चिन्तयति चेदपि तथा नास्ति भगिनि. अस्तु महोदय. नितरां नास्ति किमर्थं? जयन्ति भगिनि वदतु किमर्थं तथा नास्ति. प्रथमसूत्रं तु यत्र साक्षात् भवति नकारः तत्रैव तस्य प्रसक्तिः अस्ति. अनन्तरमेव साक्षात् नास्ति चेत् मध्ये के कः वर्णः अस्ति इति द्रष्टव्यं भवति. वर्णः तत्रैव अट्कुप् वाङ्नुम्यवाये अपि इत्यस्य प्रसक्तिः. सत्यम् इदमपि वक्तव्यं स्पष्टीकरणार्थं यत् मीना भगिनी रसाभ्यां नोणः समानपदे इति अत्र करपत्रे पश्यन्तु इति सूत्रस्य पूर्णतया अनुवृत्तिः भवति. कुत्र? अट्कुप्वाङ् नुं व्यवायेपि इति सूत्रे. नाम सूत्रम् अट्कुप् नाम तत्र सम्पूर्णरीत्या वक्तव्यमिति चेत् इदं सूत्रं किम्? अट्कुप्वाङ् नुं व्यवायेपि रसाभ्यां नोणः समानपदे इति सूत्रमस्ति. इति एव सूत्रमस्ति. आरम्भे केवलं सूत्रमस्ति, प्रथमं सूत्रमस्ति रसाभ्यां नोणः समानपदे अव्यवहितस्थित्याम्. अनन्तरं द्वितीयं सूत्रं वदति यत् अट्कुप्वाङ् नुं व्यवायेपि रसाभ्यां नोणः समानपदे इति द्वितीयं सूत्रं. नाम प्रथमं सूत्रं सम्पूर्णरीत्या आगच्छति द्वितीयसूत्रे, नो चेत् द्वितीयसूत्रं णत्वस्य विधायकसूत्रं न भवति स्म, किन्तु स्वयं विधायकसूत्रं, स्वयं णत्वं विदधाति. अवगच्छति वा? स्वयं विदधाति. णत्वस्य विधानं भवति अत्र अनेन सूत्रेण, न केवलं अट्कुप्वाङ् नुं व्यवायेपि. अट्कुप्वाङ् नुं व्यवायेपि रसाभ्यां नोणः समानपदे इति सूत्रम् अस्तु. समीचीनमस्ति, अग्रे गच्छेम. द्वितीयमस्ति, सरलभगिनी वदतु. समुद्रेण निमित्तमस्ति रेफ, अखण्डपदमस्ति अट्कुप्वाङ् नुं व्यवायेपि इति सूत्रेण कार्यं करोति. रेफ नकारमध्ये एकार अस्ति, अट् प्रत्याहारे आगच्छति. सत्यं. इदं पदम् अखण्डपदं वा सखण्डपदं वा? अखण्डपदमस्ति. अस्तु, सम्यक् महोदय. यद्यपि अत्र समानपदे एव अस्ति, परन्तु समुद्रः इति तु समस्तपदमस्ति किल महोदय? संयोगः उद्योगः समुद्रः प्रायः सम्यक् एव उक्तमस्ति, किन्तु समानपदे अस्ति निमित्तं कार्यं च. समुद्रः ऊद्रः इति समीचीनम्. अस्तु, अग्रे गच्छेम. पद्मा भगिनी अग्रे. आं महोदय, वृक्षेण अत्रापि समस्तपदम् अस्ति. मम चिन्तनमस्ति, परन्तु एवं वा? पुनः वदतु अत्र किमिति? वृक्ष नाम तस्य खण्डनं करोतु. वृकः योगः येन एन अपि पदमस्ति पदमस्ति एन वा मम न भाति यत् एन इति पदमस्ति एन इति शब्दकोशे प्राप्यते वा एन शब्दः अत्र विभक्तिरूपम् अस्ति खलु विभक्ति तु अस्ति इत्युक्ते विभक्तिः अस्ति इति तावदेव वक्तव्यमस्ति तत्र का विभक्तिः विभक्तिः का तत्तु तावत् जानाति खलु तृतीया विभक्ति धन्यवादः अत्र तृतीया विभक्तिः अस्ति खलु अत्र पदं नास्ति अत्र केवलं विभक्तिः अस्ति अत्र सूत्रं कार्यं करोति अत्र एकारः अस्ति रेफ अनन्तरं नकारः मध्ये सम्यक् अखण्डपदमस्ति एकारः अट् प्रत्याहारे अस्ति इति कृत्वा अट् कुप्वाङ्नुं विवायेपि इति सूत्रेण भवति कार्यम् अस्तु कस्यचित् गृहे किञ्चित् ध्वनिः अस्ति यस्य गृहे अस्ति तत् कृपया स्टार् सेक्स् इत्यनेन तत् म्यूट् करोतु कृपया अस्तु अग्रे गच्छेम अधुना बालसुब्रह्मण्येन तत्र मध्ये कवर्गीवर्णः अपि अस्ति अनेन किं वक्तुम् इच्छति तत्र एकारः अस्ति अथवा अट् प्रत्याहारेषु अन्यतम वर्णः परन्तु ककारः अपि अस्ति मध्ये अनन्तरं ककारः अपि अस्ति सत्यं महोदय धन्यवादः सत्यम् अग्रे बालसुब्रह्मण्य अग्रे करवस्त्राणि सकण्डपद अत्र यद्यपि पूर्वपदे रेपः अस्ति अत्र उत्तरपदे अपि वस्त्र रेप अत्र रेपः अस्ति वस्त्राणि नकारः नुं सम्बन्धनकारः इति कृत्वा केन सूत्रेण नत्वम् जवापाये अपि उत्तरपदे रकारात् परः आकारः तदनन्तरं नकारः उत्तरपदं दृष्टः चेत् अट्कुप्मङ् सूत्रं कार्यं करोति समीचीनमस्ति तर्हि किन्तु भवता उक्तमस्ति यद् नुं सम्बद्धनत्वम् अस्ति नुम् इति अस्ति नुम् इति किमर्थम् उक्तम् प्रातिपदिकान्त नुं विभक्तिसूचा इति सूत्रेण अणत्वम् अस्ति वा एतावता भवता यदुक्तं तत्तु बहु समीचीनमस्ति इदानीं यतोहि भवान् नुम् इत्यस्य उल्लेखं कृतवान् अतः अहं पृच्छन् अस्मि यत् अस्य किमपि कार्यमस्ति वा अस्मिन् उदाहरणे प्रातिपदिकान्त नुं विभक्तिषु च कार्यम् आवश्यकं नास्ति अत्र उत्तरपदमेव वयं दृष्टामः बहु समीचीनमस्ति महोदय अत्र नुम् इत्यस्य किमपि कार्यं नास्ति यतोहि यद्यपि सखण्डपदमस्ति तथापि निमित्तमस्ति उत्तरपदे एव इति कृत्वा अट्कुप्वाङ्नुं व्यवायेपि इति सूत्रेण णत्वस्य विधानं बहु समीचीनमस्ति. सुन्दरं सुन्दरम्. अग्रे जगन्नाथमहोदय अग्रे. महोदय अत्र उत्तरपदस्य कारः वस्त्राणि रकारः अत्र अत्र अस्ति न पुनः उत्तरपदस्य उत्तरपदस्य रेफः कार्यं करोति न सत्यं सत्यं आङ् इति अस्तु करवस्त्रम् अत्र वस्त्रं मकारः न आगच्छति वा तत्र निमित्तं वस्त्राणि अत्र नकारः इति नु किमिति वस्त्रं मकारः प्रातिपदिकं वस्त्रं किल वस्त्रं वस्त्रे वस्त्राणि फलानि गृहाणि वस्त्राणि अत्र बहुवचने यः नकारः अस्ति व्याकरणदृष्ट्या तस्य नाम अस्ति नुम् नपुंसकलिङ्गे अत्र मकारः इति न बहुवचने प्रथमाविभक्तौ द्वितीयविभक्तौ च बहुवचने यः नकारः अस्ति तस्य नाम अस्ति नुम् तादृशमेव तादृशनकारस्य णत्वं भवति यदि पूर्वपदे निमित्तमस्ति णत्वस्य. अत्र तथा नास्ति यतोहि निमित्तम् उत्तरपदे अस्ति. अस्तु अस्तु जगन्नाथमहोदय अग्रे. प्रसारणम् अत्र रषाभ्यां नोणु नोणः इति सूत्रं कार्यं करोति. यद्यपि एतद् सखण्डपदमस्ति उपसर्गस्य रेफस्य महत्त्वं नास्ति. सार इति साक्षात् अनन्तरं नकार अस्ति तस्य नक्त्वं भवति. हा सुन्दरं बहु समीचीनमस्ति. अग्रे विद्याभगिनी अग्रे. आगारगामिना इति अस्ति सकण्डं सकण्डं महोदय प्रसारम् इति रेप अकार मध्ये अकार अस्ति न अट्कुप्वान् भवति न ओ केन सूत्रेण उक्तं रसाभ्यां ओ क्षम्यतां हा सत्यं सत्यं मम दोषः न शृणोमि स्म. अस्तु सम्यक् अग्रे. आगारगामिना तत्र सकण्डं पदमस्ति अत्र प्रातिपदिकान्तनुं विभक्तिषु इत्यस्य प्रसङ्गः पूर्वपदे निमित्तमस्ति रेपः उत्तरपदकार आगार अनन्तरम् उत्तरपदे नकारस्य नत्वं नित्यं भवति तत्र कवर्गस्य वर्णः गकारः अस्ति कुमति च इति सूत्रेण इति चिन्तयामि. सत्यं अस्तु तर्हि अत्र केन सूत्रेण नत्वं जातमस्ति तर्हि कुमति च इति सूत्रेण नित्यं नत्वं हा सम्यक् सम्यक् नो चेत् प्रातिपदिकान्त नुं विभक्तिषु च इति सूत्रेण तत्र नत्वं विकल्पेन भवति स्म. यया रीत्या अट्कुप्वाङ् नुं विवायेपि इति सूत्रं तत्र नत्वविधायकसूत्रमस्ति स्वयं कुमति च अपि तथा कुमति च इति अपि तत्र नत्वविधायकसूत्रमस्ति नित्यं नत्वम्. अस्तु अग्रे गच्छेम. अधुना सर्वे उक्तवन्तः इति भाति मीना भगिनी अग्रे वदतु. महोदय अहं न उक्तवान् इदानीं अस्तु अस्तु तदनन्तरं भवान् वदति हा क्षम्यतां महोदय. मीना भगिनी वदतु. अस्तु राजेन्द्रमहोदय वदतु. कारकानि अत्र महोदय अत्र रकारः अस्ति तद् मध्ये ककारः अकारः ककारः आकारः ईकारः अस्ति मध्ये तत्र अखण्डपदम् अस्ति, तत् अट्कुप्वाङ् नुम् वाय अपि सूत्रेण नत्वं भवति. अत्र नुम् नुम् सम्बद्ध नकारः अस्ति खलु, चिन्तयामि तथा तथा न अस्ति, तत्र अखण्डपदम् अस्ति. हा हा, नाम नुम् नुम् अस्ति चेदपि, नुम् अस्ति चेदपि यत्र पदम् अखण्डमस्ति तत्र समानपदे समानपदे निमित्तमपि अस्ति, फलमपि अस्ति, कार्यमस्ति, तदानीम् अस्माकं तत्र तादृशं चिन्तनं न करणीयमस्ति, नुम् अस्ति न वा इति. तत्र केवलं पूर्वपदे उत्तरपदे इति प्रसङ्गे. अस्तु, समीचीनमस्ति, क्षम्यतां महोदय, म्यूट् मध्ये आसीत्. अस्तु अस्तु, मीनभगिनी अग्रे. गिरिगुहाणां अखण्डपदमस्ति, गिरियोगः गुहाणां, निमित्तं पूर्वपदे अस्ति, प्रातिपादिकेषु नुं विभक्तिषु च विभक्तिसम्बन्धि नुम् अस्ति गुहाणाम् इत्यस्य, अतः कुमति च अपि कार्यं करोति, अतः नित्यं भवति. तर्हि केन सूत्रेण नत्वमस्ति? कुमति च प्रातिपादिकादेषु प्रातिपदिकान्तु नुं प्रातिपदिकान्तु नुं विभक्तिषु च इत्येन विकल्पेन भवति, कुमति च इत्यनेन नित्यं भवति. आमामां, प्रातिपदिकान्त नुं विभक्तिषु चाति सूत्रस्य निवृत्तिः भवति कुमति चाति अस्मिन्, अतः कुमति चाति सूत्रेण अस्ति कार्यं नित्वं. महोदय, आम्, अत्र रेफद्वयमस्ति गृहाणाम् इत्यस्मिन् पदे, एकमेव एकस्मिन्नेव पदे रेफः अपि च नकारः अपि अस्ति, ततः किं पदं तत्र निमित्तं कस्मिन् पदे अस्ति? उत्तरपदे अस्ति. निमित्तं कुत्र? किं देवनागरी देवनागरी समस्या वा? न महोदय, अभ्यासपुस्तकं भवती पठितवती खलु, न पठितवती? अस्तु, किं नाम उकारः ऋकारः इति चिन्तितवती वा? अस्तु अस्तु अस्तु, अस्तु, समीचीनमस्ति, सम्यक् एव. हा, तत्र पूर्वपदे अस्ति निमित्तं. हा अस्तु, अग्रे अग्रे गच्छेम. पुष्पा भगिनी कृपया. अस्तु महोदय, वरयुवकाणां वरयुवकाणाम् अत्र पूर्वपदस्य रेफः अस्ति निमित्तः अत्कुप्वाङ् कार्यं करोति महोदय. अत्र अत्र भवती किम् उक्तवती, अखण्डपदं वा सखण्डपदं वा? सखण्डपदः सखण्डपदम् इति चेत् तत्र सूत्रं किं? सूत्रं तु नाम अट्कुप्वाङ् नुं विवायेपि इति सूत्रं कुत्र कार्यं करोति? अत्र अकारः मध्ये अस्ति चेत् तत्र समग्रकार्यं समग्रपदम् अस्ति, तत्तु युवकाणां लक्ष्मी भगिनी सहायं करोतु. महोदय, पदमस्ति वरयुवकाणाम्, अत्र समस्तपदं वर एकं पदं, युवकाणां द्वितीयं पदं, निमित्तं पूर्वपदे अस्ति, निमित्तं रेफः, अनन्तरं रेफनकारयोः मध्ये बाधकवर्णाः न सन्ति, प्रातिपदिकान्तनुं विभक्तिषु च इत्यस्य इति सूत्रमत्र कार्यं करोति. वरयुवकाणां षष्टिविभक्त्यन्तरूपम्. अनन्तरं द्वितीयपदे उत्तरपदे कवर्गीयव्यञ्जनं ककारः अस्ति, अतः कुमति च इत्यनेन णत्वं नित्यं भवति, अतः एकमेव रूपं वरयुवकाणां. सुन्दरं, वा बहु समीचीनम् अस्ति भगिनि, धन्यवादः. अग्रे अखिला भगिनी, अग्रे. धन्यवादः भगिनि. राजगृहाणि, तत्र यद्यपि समस्तपदम् अस्ति, तत्र गृह इति उत्तरपदे एव निमित्तमपि अस्ति, तत्र णत्वमपि अस्ति, इति कृत्वा तत्र केवलं अट्कुप् वाङ्नुम् अव्यवाये अपि इति सूत्रेण तत्र णत्वं भवति. सत्यं सत्यम्. अग्रे जयन्ति भगिनी, अग्रे. वारिवाहाणाम् अत्र सखण्डपदमस्ति, निमित्तं तु पूर्वपदे अस्ति प्रकारः. प्रातिपदिकान्तनुं विभक्तिषु इत्यनेन षष्ठीविभक्तिसम्बन्धितपदम् उत्तरपदम् इति कृत्वा णत्वं भवति. बहु समीचीनमस्ति. अग्रे राजीवनी, अग्रे. श्रवणेन अखण्डपदं विकारः निमित्तं तत्र मध्ये वकारः अस्ति, तत् कारणात् वाङ्नुं व्यवायेपि इति सूत्रस्य कारणेन णत्वं भवति. सत्यं. वकारः कुत्र अस्ति अस्मिन् सूत्रे? श्रवणेन वकारः अस्ति किल सूत्रे? सूत्रे अट्कुप् वाङ् नुं व्यवायोपि अत्र व्यवस्था अत्र हयवर किल, हयवर मध्ये वकारः अस्ति किल महोदय? सत्यम्. अतः सूत्रे सूत्रे अट् वर्णाः स्वराः अपि हयवर अट् प्रत्याहारे अस्ति. अस्तु, सम्यक्. इति कृत्वा सरला भगिनी, अग्रे. प्रावारकाणां सखण्डपदमस्ति, प्रा उत्तरपदे उपसर्ग अस्ति, किन्तु उत्तरपदे रेफ अस्ति, अतः अट्कुप् वाङ् इति सूत्रं कार्यं करोति. रेफ रकार मध्ये ककार आकार आगच्छति. नाम अखण्ड अथवा सखण्डपदम् इति उक्तं? सखण्ड प्र उपसर्ग भवति, प्रा. अतः न, पुनः क्षम्यतां भगिनि, केन सूत्रेण? अट्कुप् वाङ् उत्तरपदे निमित्तम् अस्ति. अस्तु, सुन्दरं, बहु समीचीनमस्ति. जगन्नाथमहोदय, अग्रे. चक्रवाकेण, चक्रवाकेण अस्तु. अत्र तु एतत् समस्तपदम् अस्ति, चक्रवाकेण इति प्रातिपदिकान्तनुं विभक्तिषु इति सूत्रेण पूर्वपदे रेफः अस्ति, विभक्त्यां नकारः अस्ति, तस्य विकल्पेन न नित्यं कुमति च प्रातिपदिकान्तनुं व्यवायेपि कुमति च इति सूत्रद्वयेन नित्यं नकारस्य णत्वं भवति. कुमति च इति नास्ति, कुमति च सम्यक् एव. सम्यक् एव महोदय. महोदय अहं चिन्तयामि चक्रवाक इति अखण्डपदम् एव. एतत् खगस्य नाम अस्ति चक्रवाकः. तोपि तथापि चक्र द्रष्टव्यमस्ति, किन्तु चक्रवाकः प्रायः सखण्डपदं स्यात्. महोदय चक्रवाकः एक पक्षिणा नाम अस्ति चेदपि सुब्रह्मण्यं वा तत्र खण्डनं न भवति वा? मया द्रष्टव्यमस्ति, न जाने संशयः अस्ति अत्र. ध्वनिः मधुरमस्ति इति भूत्वा प्रायः चक्रवाकः इति, अतः सखण्डपदमेव. सखण्डपदं भवेत् चक्रवाकः, सखण्डपदं भवेत्. नाम अस्ति चेदपि बहुत्र नाम आधिक्येन नामानि समस्तपदानि भवन्ति आधिक्येन. अखिला भगिनी, तत्र भवत्याः नाम खण्डपदमस्ति वा सखण्डपदं वा? अखिला इति प्रायः अखण्डम् इति एव चिन्तयामि महोदय, परन्तु सम्पूर्णनाम तु सखण्डपदमस्ति अखिलाण्डेश्वरी इति. न, किन्तु अखिला इति तावदेव वदामः चेत् तत्तु अपूर्वखिला खलु, तदपि खलु. हा, सत्यं. सामान्यतया राजेन्द्रमहोदय, भवतः नाम सखण्डपदं वा अखण्डपदं वा? सखण्डपदमस्ति महोदय. हा, अवश्यम् आधिक्येन तथा अस्ति. महोदय, यदि चक्रवाक नामपद अस्ति पूर्वपदात् संज्ञायामागः एतत् सूत्रं कार्यं करोति न? किन्तु तादृश नामपदम् अस्ति, किन्तु अत्र संज्ञा इति नास्ति. तादृशं नाम कस्यचित् नाम, कस्यचित् न, अत्र न तथा न, तथा नास्ति. तत्र प्रकारस्य विशेषः कस्यचित् नाम कस्यचित् पक्षिणः नाम अस्ति राम अथवा श्याम इति तादृशमस्ति चेदपि अस्ति चेदेव. महोदय, चक्रवाकः संज्ञा नास्ति, परन्तु इति वदामि संज्ञा नास्ति, नाम अस्ति. तत् नाम अत्र किमिति, अत्र नामपदमस्ति वस्तुतः तादृशं नास्ति. अत्र तत्र पक्षिविशेषः तावदेव वक्तव्यमस्ति. रामश्याम इति नास्ति खलु? अस्तु. चक्रवाकः कपोतः समानः पक्षी कपोतः चक्रवाकः. अस्तु, समीचीनं. तत्र पक्षिविशेषः, किन्तु एकस्य पक्षिणः नाम इति नास्ति. तादृशी तादृशसंज्ञा नास्ति. अस्तु अग्रे, पुष्पा भगिनी अग्रे वदति वा? हरि ओम्. अस्तु, तर्हि बालसुब्रह्मण्यं तत्र अग्रे वदति वा? अक्ष्ण इति अखण्डपद, अत्र षकार निमित्तवर्णः, षकारात् परं नकारः साक्षात् अस्ति, तस्मात् दशाभ्यामोणः इति सूत्रेण नकारस्थाने नकारः अक्ष्णा. सत्यम्. अक्ष्णा केन सूत्रेण उक्तं? रषाभ्यामोणः. हा, साक्षात् अनन्तरमस्ति. सम्यक् सम्यक्, वा अग्रे गच्छेम. सुब्रह्मण्यं वदतु अग्रे. महोदय, नकार्यानम् अस्ति, अस्मि. अस्तु अस्तु अस्तु भगिनि, नास्ति चिन्ता. सुब्रह्मण्यं वद अग्रे. उपकरणानि प्रायः सखण्डपदमस्ति, यद्यपि सखण्डपदम् अत्र रेपः करणानि इत्यस्मिन् अस्ति भूत्वा अत्र अट्कुप्वाङ्नुं व्यवायेपि इत्यस्मात् अत्र नकारस्य णत्वं भवति. सत्यम्. अस्तु अग्रे जयन्ति भगिनी अग्रे. धूनां अत्र अखण्डपदम् इति मन्ये महोदय. प्र इति उपसर्ग वा तत् प्रायः सखण्डपदं सखण्डपदम् इति मन्ये. प्रभु अस्ति लिखितमस्ति मया. वदतु. प्रयोगः प्रभुः चेत् ह्रस्व उकारः एव खलु. तत्र भू इति इत्युक्ते किं अत्र अस्ति प्रयोगः भू धातुः योगः ढु कश्चन प्रत्ययः अस्ति. डु डु प्रत्ययः अस्ति. प्रभू डु इति आहत्य नास्ति चेत् अत्र तथा भवति ह्रस्व उकारः. अस्तु तर्हि सखण्डपदम् इत्युक्ते सखण्डपदं चेत् निमित्तं पूर्वपदे अस्ति रकारः प्रातिपदिकान्त नुं विभक्तिषु इत्यनेन षष्ठीविभक्तिसम्बन्धितनत्वं भवति. सत्यम्. अस्तु अग्रे अग्रे अग्रिमे पूटे विकल्पेन भवति महोदय. प्रभु नाम विकल्पेन भवति. विकल्पेन विकल्पेन सत्यम्. क्षम्यतां. ककारः नास्ति इति कृत्वा विकल्पेन अस्ति. विकल्पेन नित्यम्. अग्रे अग्रे गत्वा अग्रे गच्छेम. अत्र राजेन्द्रमहोदय अग्रे. अष्टमे पुटे महोदय अभ्यास नवम अभ्यासः. सत्यम्. अधोनिर्दिष्टेषु प्रत्युदाहरणेषु यथासम्भवं प्रतिबन्धक कारणानि निर्दिशन्तु. अत्र यथा उदाहरणे अस्ति रामाणाम् अत्र तु नकार विभक्त्यादिसम्बन्धरहित अत्र रामाणाम् अत्र निमित्तं तु पूर्वम् अस्ति. तत् अनन्तरं तत्र मकारः प्रतिबन्धकवर्णः अस्ति. तत्र तत् कारणात् तत्र नकारस्य नत्वं न भवति. विभक्तिसम्बन्धरहितः अस्ति. प्रथमम् उदाहरणं माण्डलिकानाम् अत्र अखण्डपदम् अस्ति वा सखण्डपदं रामनाम अत्र महोदय राम अत्र सखण्डपदमस्ति महोदय. चिन्तयामि पुनः वदतु न श्रुतं मया. सखण्डपदं सखण्डपदमस्ति अवश्यं. राम नाम रामस्य नाम राम नाम अतः अत्र निमित्तमस्ति वा. निमित्तं तु अस्ति एव पूर्वपदे रेफा अस्ति. परन्तु तत् अनन्तरं मकारः आगच्छति प्रतिबन्धक वर्णः अस्ति. तत्र कारणात् तत् उत्तरपदे यः नकारः अस्ति तत् नत्वं न भवति. तत्र अट्कुप्वाङ् तत्र अत्र मकारः इति प्रतिबन्धकः वर्णः अस्ति. नास्ति यत् पवर्गे अस्ति तत् तत्र प्रतिबन्धकवर्णः नास्ति. परन्तु अत्र नकारः विभक्तिसम्बन्ध नास्ति. विभक्तिसम्बन्ध नास्ति. तत्र तु सखण्डपदमस्ति. नाम तु रामस्य नाम तत्र अस्ति सखण्डपदम्. अतः अत्र निमित्तम् अस्ति प्रतिबन्धकवर्णः नास्ति. अट्कुप्वाङ्नुं व्यवायेपि इति तत्र उपस्थितवर्णाः सन्ति. तथापि यतोहि निमित्तं पूर्वपदे अस्ति अतः अतः विशिष्टसूत्रं किमपि अपेक्षितमस्ति, तद् नास्ति, तस्य अभावः. अस्तु अग्रे. माण्डलिकानाम् अत्र तु माण्डलिकानाम् अत्र अपि अहं चिन्तयामि तत्र तु निमित्तमपि नास्ति अत्र, तत् कारणात् अत्र सत्यं निमित्तमेव नास्ति. निमित्तं नास्ति चेत् न रेफः न वा कृष्णऋकारः न वा षकारः, अतः प्रश्नः न उदेति एव. अस्तु समीचीनमस्ति. अखिल भगिनी अग्रे. रश्मिना, अत्र निमित्तं तु अस्ति रेपः, परन्तु नकाररेपयोः मध्ये षकारः आगच्छति, यः प्रतिबन्धकवर्णः अस्ति इति कृत्वा तत्र नत्वं न भवति. समीचीनमस्ति. अस्तु अग्रे गच्छेम. विद्याभगिनी अग्रे. गिरिनन्दिनी इति सखण्डं पदम् अत्र अत्र नकारविभक्तिसम्बन्धरहितनकारः नन्दिनी आदौ नकारः अन्ते मध्ये नकारः बाधा अपि अस्ति, नकारः नकारः बाधा अपि अस्ति, विभक्तिसम्बन्धनकारः नास्ति. सत्यं, न विभक्तिसम्बन्धनकारः अस्ति इत्यादि विभक्ति आदि, अत्र आदि इति अपि उक्तमस्ति खलु, नाम अत्र नोपदेशः इत्यादिकमपि नास्ति. अस्तु समीचीनमस्ति. अग्रे सरला भगिनी अग्रे. उत्तङ्कखण्डम् अत्र निमित्तं नास्ति. निमित्तमेव नास्ति खलु. अस्तु पद्मा भगिनी अग्रे. आं महोदय, मातृवन्दनम् अत्र निमित्तं तु अस्ति, परन्तु विभक्त्यादि सम्बन्धनकारः तु नास्ति. अहं चिन्तयामि. सम्यक् चिन्तितम्. अस्तु अग्रे गच्छेम. जयन्ति भगिनी अग्रे. नयनं सखण्डपदं निमित्तं तु पूर्वपदे अस्ति रकारः, अत्रापि विशिष्टसूत्रं नास्ति इत्युक्ते तत् प्रातिपदिकान्त नुम्बिभक्तिषु इति न कार्यं करोति अत्र. सुन्दरनयनम् अत्र वार्ताका नयनम् अत्र नयनमस्ति खलु. नुम् इति धातुः कः? परन्तु नोपदेशक धातुः न परन्तु उपसर्गः इति न तत् सूत्रं न भवति. नय इति नाम अणीय इति धातुः अस्ति, नोपदेशधातुः अस्ति, सर्वमस्ति, रेफ अपि अस्ति, सर्वमस्ति, किन्तु नास्ति किम्? उपसर्गः नास्ति. उपसर्गः. अस्तु समीचीनमस्ति. अग्रे बालसु पद्मा भगिनी अग्रे. उक्तवती पद्मभगिनी उक्तवती खलु बालसुब्रह्मण्यम् अग्रे. समदर्शिना सखण्डपद उत्तरपदे रेपः अस्ति, दर्शिना, परन्तु शकारः इति प्रतिबन्धकः अस्ति, तस्मात् निमित्तं नास्ति. सत्यं, समीचीनं, सम्यक् अस्ति. राजीभगिनी अग्रे. कर्मठेन अखण्डपदं रेपः निमित्तमस्ति, परन्तु टकारः प्रतिबन्धकवर्णः, तत्कारणात् नकारं न भवति. सत्यं, लक्ष्मी भगिनी अग्रे. चक्रनेमिः समस्तपदं चक्रनेमिः निमित्तमस्ति. पूर्वपदे निमित्तं रेफः अस्ति, परन्तु अत्र अणत्वं न अभवत् इत्युक्ते अत्र नत्वनिषेधकसूत्रं किमपि आवश्यकमस्ति इति चिन्तयामि. तादृशसूत्रं नास्ति. सुब्रह्मण्यं महोदय अग्रे. आं महोदय, अण्डानाम् अत्र निमित्तमेव नास्ति महोदय. सत्यं. मीना भगिनी अग्रे. दीर्घनौका समस्तपदमस्ति, निमित्तं पूर्वपदे अस्ति, दीर्घरेफः अस्ति. नौका इति उत्तरपदे नकारः अस्ति, परन्तु नकारः विभक्त्यादिसम्बन्धरहितः नकारः, अतः नत्वं न भवति. सत्यं. जगन्नाथमहोदय अग्रे. सुरनर्तकी इति अत्रापि सुर इति सखण्डपदम्, एतत् पूर्वपदे निमित्तमस्ति, किन्तु तत्तु प्रातिपदिकान्तरेफ नास्ति, तदर्थम् उत्तरपदस्य नकारस्य णत्वं न भवति. हा, वस्तुतः अत्र णोपदेशधातुः अस्ति इति अहं मन्ये. णोपदेशधातुः अस्ति, नास्ति नृत्. नृत् इति धातुः अस्ति, धातुः अस्ति नृत्. पश्यतु सूत्रे, पश्यतु उपसर्गात् समासेपि णोपदेशस्य. तत्र अष्टसु धातुषु नर्द, नाद, नाथ, नाध, नन्द, नक्, नृ, नृत्. नृत् इति धातुः अस्ति अत्र, अतः न भवति. अतः इत्युक्ते उपसर्गः अस्ति चेदपि न भवति. ओ अस्तु. अत्र उपसर्गः नास्ति, किन्तु उपसर्गः भवति चेदपि न भवति. अस्तु. राजेन्द्रमहोदय अग्रे. अष्टवादनम् अत्र निमित्तं तु अस्ति, शकारः अस्ति, परन्तु अत्र विभक्तिसम्बन्धितरहितनकारः अस्ति, तत् कारणात् अत्र समस्तपदमस्ति, सखण्डपदमस्ति, तथापि तत्र नकारस्य न भवति तत्र, यथा नकारः विभक्तिसम्बन्धरहितः अस्ति. अष्टवादनं वादनम् अत्र वादनम् तत्र किञ्चित् इतोपि चिन्तनीयं भवति. अत्र टकारः प्रतिबन्धकवर्णः मध्ये आगच्छति. अत्र किमस्ति, अत्र कः प्रत्ययः अस्ति, अत्र प्रत्ययः कः? अत्र तकारः प्रतिबन्धकवर्णः अस्ति महोदय अत्र. हा, दकारः प्रतिबन्धकः इति अपि अस्ति, अपि च तकारः अपि. किन्तु केवलम् आनन्दार्थं किञ्चित् चिन्तनीयमस्ति, अत्र प्रत्ययः कः, अत्र कीदृशचिन्तनं कर्तव्यमस्ति अत्र. विद्याभगिनी वदतु, अत्र कः प्रत्ययः अस्ति? अत्र अन्ते नम् इति अस्ति वादनम्, अन लुडन्तं वा? हा, ल्यूट्, ल्यूट्, करणं, चिन्तनं, वादनं, गमनम् इति कृत्वा तत्र. हा, कृत्याचः इति तादृशं चिन्तनं करोतु एकवारम्. अत्र उपसर्गः नास्ति किल, अष्ट इति उपसर्गः नास्ति, तर्हि कृत्यचः अथवा उपसर्गात् नोपदेशस्य इत्यस्य प्रसक्तिः एव नास्ति. हा, किन्तु चिन्तनं कर्तव्यमस्ति. ल्यूट् इत्यस्मिन् तत्र नकारः, तस्मिन् तस्मात् पूर्वम् अच् अस्ति, निमित्तम् अस्ति, तत्र समस्याद्वयमस्ति. एकमस्ति यत् उपसर्गः नास्ति, अन्यत् समस्या अस्ति यत् प्रतिबन्धकवर्णः अपि अस्ति. हा अस्तु, समीचीनमस्ति. अस्तु, अपि अपि च महोदय, तत्र वादनं तत् नकारस्य साक्षात् पूर्वम् आकारः अचवर्णः नास्ति, तद् मध्ये तु नास्ति वा? नकारः वर्णः अस्ति. आमां नकारः अचवर्णः अस्ति, चिन्तामपि. अस्तु महोदय, धातु किम् अस्ति? अष्टवादनं धातु किम् अस्ति? वद् वद् वद् वदति धातुः, वद् वद् अनिच् अनिच् वद् अनिच् वद् वादि धातु अस्ति, वादि. अस्तु महोदय, सुरनर्तकी धातु किम् किमस्ति? नृत् नृत् धातुः अस्ति, नृत् नृत्यति नर्तकः इति. हा इति नृत् नृत् धातुः. अस्तु, विद्याभगिनी अग्रे. शुद्धरूपं चिह्नेन अशुद्धरूपम् एक्स् चिह्नेन वा अङ्कयित्वा शुद्धत्वस्य अशुद्धत्वस्य वा कारणम् अपि संक्षेपेण निर्दिशन्तु. एतादृशेन तकारव्यवधानम् अस्ति. एतादृशेन इति पदे तत्र अखण्डं पदं, तत्र ऋकारः अस्ति निमित्तं. दृशेन दृशेन तत्र दकारव्यवधानम् अस्ति इति अस्ति. दकारस्य अनन्तरमेव ऋकारः, अतः तत्र नत्वं भवति. एकनिमेषः, भवती वदतु, चिन्तयित्वा. एतादृशेन तत्र ऋकारस्य अनन्तरं शकारः शकारः अस्ति. शकारः एव बाधकवर्णः. सत्यम् इति अस्ति. अस्तु अग्रे. हा, शाशङ्केन अत्र तु निमित्तमेव नास्ति, अतः अशुद्धं रूपम्. हा, अशुद्धं रूपं, सत्यम्. अग्रे सरला भगिनी अग्रे. दृश्यमानम् अत्र अशुद्धम् अस्ति. रेप नकार मध्ये शकार तालव्यशकार अस्ति, प्रति बाधकवर्ण दृश्यमानं भवति. सत्यं, तत्र दृश्य दृश्यशकारः अस्ति. अस्तु, अग्रे अग्रे गच्छेम. अखिला भगिनी अग्रे. क्रियमाणे इति अस्ति, तत्र रेपस्य अनन्तरम् इकारः यकारः मकारः आकारः अकारः अपि अस्ति. तर्हि तत्सर्वं तत्र बाधकवर्णाः नास्ति इति कृत्वा तत्र रूपं शुद्धं रूपमेव. सत्यम्. अग्रे पद्मा भगिनी अग्रे. आम् महोदय, द्रव्याणां तत्तु अशुद्धम् अस्ति. द्रव्य अत्र रेफा अस्ति, निमित्तमस्ति. अनन्तरं वकारः यकारः आकारः अस्ति, इत्यनेन नकार नत्वं सम्भवति, इत्यनेन द्रव्याणाम् अशुद्धमस्ति. हा, सम्भवति इति न, भवति भवति. द्रव्याणाम् अखण्डपदमस्ति, केन सूत्रेण अणत्वम्? बहु समीचीनमस्ति. अस्तु अग्रे, जयन्ती भगिनी अग्रे. पर्यदर्शिना सखण्डपदम् अस्ति, उत्तरपदे अपि निमित्तमस्ति रकारः, परन्तु शकारः इति बाधकवर्णः अस्ति निमित्तकारयोः. अतः अशुद्धम् अस्ति, कार्यदर्शिना इति कार्यदर्शिना एव भवति. समीचीनमस्ति. बालसुब्रह्मण्यमहोदय, परिश्रमेण, परिश्रमेण इति सकण्ड पदं परि इति उपसर्गं, परिश्रमेण तस्मात् श्रमेण उत्तरपदे अपि रेपः अस्ति. वर्णः नास्ति, तस्मात् परिश्रमेण इति सादुरूपमेव. हा, साधुरूपमस्ति. बाधकवर्णः नास्ति, नास्ति. उत्तरपदे एव निमित्तं. केन सूत्रेण नत्वम्? श्रमेण अट्कुप्पां नुम् इति. सत्यं, बहु समीचीनमस्ति महोदय. राजीभगिनी अग्रे. शिवरामेण अशुद्धं पदं, शिवरामेण अखण्डपदमेव, शिवरामनाम अखण्डपदमेव. अखण्डपदं शिवराम इति नाम अस्ति किल महोदय? नाम अस्ति, नाम इत्युक्ते अखण्डपदं वा? राजेन्द्रपद, राजेन्द्र इति नाम नामपदमस्ति खलु, अखण्डपदं वा सखण्डपदं वा? सखण्डपदं महोदय, शिवरामेण सखण्डपदं. पूर्वपदे सकारः अस्ति, सकारः बाधः बाधकवर्णः अस्ति, परन्तु उत्तरपदे रामेण रेपः अस्ति. रेपस्य अनन्तरम् अकारः आगच्छति, मकारः मकारः एकारः. अक्कु वाङ्नुं व्यवायेपि इति सूत्रेण नत्वं भवति महोदय, शिवरामेण इति आगच्छति. अतः अत्र अत्र दत्तं पदं शुद्धं नास्ति, अशुद्धम्. सत्यम्. अस्तु, दक्षिणी भगिनी अग्रे. चिन्त्यमाणे अत्र अशुद्धं पदम् इति चिन्तयामि. अत्र निमित्तमेव नास्ति, श्यामचन्द्ररूपम्. अत्र नकारः विभक्त्यादिसम्बन्धरहितः. चिन्त्यमाने इति एव शुद्धं रूपम्. हा, विभक्ति इत्यादिकं तत्र निमित्तं नास्ति चेत् ततः अग्रे न चिन्तनीयं, तत्र चिन्तनस्य आवश्यकता नास्ति. भवती उक्तवती, तत्तु सत्यं, निमित्तमेव नास्ति, निमित्तमेव नास्ति, चिन्त्यमान निमित्तमेव नास्ति. अस्तु अग्रे, सुब्रह्मण्यमहोदय अग्रे. महोदय, पितृव्यानाम् अत्र ऋकारः निमित्तमस्ति, अतः अत्र नत्वं भवति, पितृव्याणाम् इति रूपं भवति. सत्यम्. अस्तु, मीना भगिनी अग्रे. महाराजेण निमित्तमस्ति रेपः, किन्तु रेप नकारयोः मध्ये बाधितवर्णः अस्ति, बाधकवर्णः अस्ति जकारः, अतः अशुद्धं रूपं, महाराजेण एव शुद्धं रूपम्. सत्यम्. ऋणत्वं बाधितं, बाधकमस्ति जकारः, बाधकः. अस्तु, सत्यं. जगन्नाथमहोदय अग्रे. दर्शनयोग्येण इति अशुद्धरूपं, रेफस्य अनन्तरं शकार बाधकवर्णः अस्ति, तस्मात् दर्शनयोग्येन एव भविष्यति. उत्तमम्. अस्तु, राजेन्द्रमहोदय अग्रे. विमर्शकानाम् अत्र अपि निमित्तम् अस्ति, रेफा अस्ति, परन्तु अनन्तरं प्रतिबन्धकवर्णः अस्ति शकारः, तत्कारणात् अशुद्धं नत्वं न भवति. विद्याभगिनी अग्रे. वार्तालापेन इति अस्ति, अशुद्धं रूपं वार्तालापेन एव, तत्र मध्ये तकारः लकारः बाधकवर्णः. सत्यं, लकारः अपि अट् नास्ति. अस्तु अग्रे, सरलाभगिनी अग्रे. विश्वासाहानां सखण्डपदमस्ति, विश्वा उत्तर पूर्वपद साहानां रेफ नकारमध्ये आकार अस्ति, अशुद्धं वर्तते, नकार भवति कुप्वाङ्ग् इति सूत्रेण उत्तरपदे. हा सत्यम् इति अस्ति. अस्तु सरला भगिनी. अस्तु अखिला भगिनी अग्रे. सन्तोषेण इति अस्ति, अत्र शकारः अनुदातव्यमानः. क्षम्यतां महोदय, अनुदातव्यमानः इति अस्ति, तस्मिन् तु निमित्तमेव नास्ति इति कृत्वा तत्र दोषपूर्णः. अनुदातव्यमानः निमित्तमेव नास्ति, सत्यम्. अस्तु पद्मा भगिनी अग्रे. सन्तोषेण अत्र निमित्तमस्ति शकारः, रसाभ्यां नोनः सूत्रेण अत्र दत्तस्य पदम् अशुद्धरूपमस्ति, सन्तोषेण शुद्धरूपम्. हा सन्तोषेण. अस्तु सत्यं. न महोदय, सूत्रम् अक्कुप्वाङ्ग् विवा इति सूत्रमेव कार्यं करोति महोदय. किमर्थं रसाभ्यां नोनः? सत्यं सत्यं, धन्यवादः. अहं तु अग्रे पश्यामि स्म. हा सत्यं, रसाभ्यां नोनः इति न भवति, मध्ये अस्ति वर्णः. अग्रे जयन्ति भगिनी. गूढचराणाम् अशुद्धपदम् अस्ति, सखण्डपदं निमित्तं तु उत्तरपदे एव अस्ति, रकारः अट्कुपाङ्नु व्यवाये अपि इत्यनेन णत्वं भवति. सत्यं. बालसुब्रह्मण्यमहोदय. बाणप्रयोगेन शकण्डपदं प्रयोगेन रकारनिमित्तवर्णः रकारात् परं अकारः यकारः ओकारः गहारः एकारः सर्वे अपि बाधकवर्णानि न, तस्मात् नकारस्थाने नकारः अशुद्धपदम् अशुद्धपदम् इति बाणप्रयोगेन भवेत्. सत्यं. केन सूत्रेण णत्वम्? अट्कुप्वाङ्ग् नुं व्यवासायेपि नुं व्यवायेपि. मीनभगिनी किं वदति भवती? जगन्नाथमहोदय. प्रातिपदिकान् नुं विभक्तिषु कुमति च इति अत्र कार्यं करोति, नित्यं नत्वं भवति. कुमति च सूत्रमस्ति, कुमति च. परन्तु बाण पूर्वपदे रेपः निमित्त वर्णः नास्ति किल बाण प्र प्र अत्र प्र उपसर्गः अस्ति खलु ओ प्रयोग प्र यो प्रयोग प्रयोगेण गकारः अस्ति उत्तरपदे अतः नित्यं णत्वम् अस्तु समीचीनमस्ति अग्रे राजेन्द्रमहोदय अग्रे धर्म दर्शना अत्र महोदय सखण्डपदम् अस्ति परन्तु तत् निमित्तं तु उत्तरपदे एव अस्ति तदनन्तरं प्रतिबन्धक वर्णः आगच्छति शकारः तत्कारणात् नत्वं न भवति अशुद्धम् अस्ति पदम् सत्यं विद्याभगिनी अग्रे रामचन्द्रेण सखण्डं पदं तत्र उत्तरपदे निमित्तम् अस्ति उत्तरपदे एव निमित्तम् अस्ति परन्तु तत्र निमित्तमस्ति अतः तत्र अट्कुप्वाङ् नुं व्यवाये अपि इत्यनेन नत्वं रामचन्द्रेण बहु समीचीनमस्ति अग्रे केवलं तत्र नत्वा निषेधकसूत्राणि कानिचन सन्ति तेषु तत्र प्रमुखतया त्रीणि सूत्राणि दत्तानि सन्ति अत्र अग्रे पश्याम किमस्ति इति महोदय महोदय मम सन्देहः अस्ति धर्मदर्शिना इत्यस्मिन् यद्यपि प्रतिबन्धकवर्णः अस्ति शकाररूपेण प्रातिपदिकान्तनुं विभक्तिषु इति सूत्रं न कार्यं करोति विकल्पेन न भवति वा सर्वत्र नाम तत्र नवत्रिंशत् णत्वसम्बद्धसूत्राणि सन्ति तेषु सर्वत्र अस्माकम् अट्कुपाङ् नुं विवायेपि इति सूत्रं कार्यं करोति इत्युक्ते यद्यपि विभक्तिसम्बद्ध अथवा नुं सम्बद्धनकारः अस्ति तथापि अट्कुपाङ् नुं विवायेपि इत्यस्य अनुवर्तनमिति कृत्वा प्रतिबन्धकवर्णः अस्ति चेत् एतत् सर्वं न भवति बुद्धम् अतः अत्र नकारः नितरां न भवति तालविषकः अस्ति इति कारणतः यावन्ति निमित्तानि भवेयुः सर्वं नाम सुन्दरसूत्रं स्यात् किन्तु शकारः स्यात् तत्र उपस्थित्याम् अत्र न भवति अस्तु अग्रे सल्लाभगिनी पठतु कृपया करपत्रे वा अत्र नत्वनिषेधः इति तत्र पि डि एफ् मध्ये किमपि लिखितमस्ति तत्र नत्वनिषेधपदान्ते स्थितस्य नकारस्य नकारः न भवति यथा रामान् हरीन् त्रीन् इत्यादीनि इति अस्ति तदर्थं करपत्रे अस्माकम् एकं सूत्रमस्ति पश्येम णत्वनिषेधकसूत्राणि नत्वनिषेधकसूत्राणि इति अत्र अखिलभगिनी तत्र पठतु कृपया पदान्तस्य नकारस्य णत्वं न भवति पदान्तस्य षष्ट्यन्तम् एकं पदमिदं सूत्रं रषाभ्यां नोणः समानपदे इत्यस्मात् रषाभ्यां नोणः इत्येषाम् अनुवृत्तिः अट्कुप् वाङ्नुम् अव्यवाये अपि इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः न भाभू पू पू कमी गमी गम्यप्यायिवेपाम् इत्यस्मात् न इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अट्कुप् वाङ्नुम् अव्यवाये अपि दशाभ्यां पदान्तस्य नोणः न तर्हि यथा वृक्षान् रामान् हरीन् त्रीन् गिरीन् तर्हि सूत्रमस्ति पदान्तस्य इति एतेन सूत्रेण तत्र पदान्तस्य यत्र यत्र पदान्ते नकारः अस्ति तत्र निमित्तमस्ति चेदपि तस्य नकारस्य णत्वं न भवति यदा उदाहरणे तत्र रामान् इति अस्ति तत्र रेपः अस्ति रेपनकारयोः मध्ये बाधकवर्णाः नास्सन्ति इति अस्ति चेदपि नकारः पदान्ते अस्ति इति कृत्वा तत्र रामान् इति रूपं न, परन्तु रामान् इति नकारः एव तिष्ठति. तत्र अस्माकं परीक्षितसूत्रं नशाभ्यां नूनः समानपदे अपि च अट्कुप् वाङ्नुम् अव्यवाये अपि इति इत्यनयोः सूत्रयोः अनुवृत्तिः अपि भवति. तर्हि रषाभ्यां नूनः अट्कुप् वाङ्नुम् अव्यवाये अपि पदान्तस्य न इति सूत्रं भवति. इत्युक्ते पदान्ते स्थितस्य नकारस्य यद्यपि रषाभ्याम् इति निमित्तमस्ति, तत्र मध्ये बाधकवर्णाः न सन्ति चेदपि तत्र नकारस्य णत्वं न भवति इति सूत्रम्. हा, इति निषेधकसूत्रं प्रथमं समीचीनमस्ति. सुब्रह्मण्यं महोदय, तत्र द्वितीयं किमस्ति? द्वितीयमस्ति न भूपूकमि गमिप्यायी वेपां. भू पू कमि गमि प्यायि वेप इत्येषां धातूनाम् उपसर्गस्थात् निमित्तादुत्तरस्य कृत्थस्य नकारस्य णकारादेशो न भवति. इदं सूत्रं कृत्यचः इत्यस्य अपवादः. अपवादः किमर्थं नास्ति? अपवादः किमर्थं नास्ति इत्युक्ते कृत्यचः इति पूर्वसूत्रमस्ति, अपि च अत्र सूत्रे न इति अपि दत्तमस्ति. अतः अत्र केचन धातूनां कृते प्रथमतया सूत्रं किं वदति इति वदतु. सूत्रं वदति अत्र केचन धातवः सन्ति, तेषां यद्यपि पूर्व उपसर्गे निमित्तम् अस्ति अपि, अपि च कृत् प्रत्ययान्तपदमस्ति, कृत् प्रत्यये अत्र नकारः अस्ति, तस्मात् पूर्वम् अकारः अस्ति, तदपि किं भवति इत्युक्ते अत्र तेषां कृते अत्र णत्वं न भवति इति दत्तमस्ति. णत्वं न भवति. अत्र बाधकसूत्रमस्ति, न तु अपवादः. युगपत् न भवति. नाम तत्र अस्य कार्यस्य केवलं बाधककार्यमस्ति. नाम यावत्पर्यन्तं णत्वं न विद्यते तावत्पर्यन्तम् अस्य कार्ये अस्य सूत्रस्य किमपि कार्यमेव नास्ति. एवं नास्ति यद् युगपत् द्वयोः सूत्रयोः आगमनमस्ति, अनन्तरम् एकस्य निरवकाशत्वात् तत्र अन्यत्र लब्धावकाशत्वात् प्राप्तिः अस्ति, एतादृशं नास्ति. तस्य प्रसक्तिः अस्ति, तस्य प्राप्तिः भवति स्म. अस्य नाम तस्य तेन ऋणत्वम् अस्ति, तस्य सूत्रस्य प्राप्तिः अस्ति, सर्वमस्ति. अनन्तरम् अनेन सूत्रेण तत्र कार्यं बाध्यते इति अस्ति. इति कृत्वा अपवादः नास्ति, अपि तु बाधकसूत्रमस्ति. अत्र सूत्रे न इति दत्तमस्ति, अतः अत्र बाधकम् इति वदामः खलु. हा हा, सत्यं, बाधकसूत्रमस्ति. तस्य कार्यमपि भवति स्म, अस्य कार्यमपि भवति. अत्र अपवादः नास्ति. अन्यत्र लब्धावकाशः तस्य इति एतादृशम् एतत् किमपि नास्ति. किमपि नास्ति, अपवादः नास्ति. अस्तु, जयन्ति भगिनी, तत्र उदाहरणानि यथा भा प्रभानं परिभानम्. अत्र उपसर्गः अस्ति, उपसर्गे निमित्तम् अस्ति प्ररकारः परिरकारः, परन्तु भा धातुः अस्ति इति कृत्वा बाधकः भवति, नत्वस्य बाधकं भवति अत्र. पुनः भूधातुः प्रभवनं परिभवनम्, अत्रापि तदेव. पूधातुः प्रपवनं परिपवनम्. अत्र पूधातोः एव ग्रहणं. पूधातोः णत्वं भवति प्रपवनम्. धातुद्वयमस्ति, पूय पूय धातुः अपि च पूङ्. अत्र ञकारः ङकारः तत्र इत्संज्ञकवर्णाः सन्ति, ते तु न तिष्ठन्ति, किन्तु पू धातोः पू इति धातुद्वयमस्ति, पूय पुङ्, अत्र पूय इत्यस्य न भवति, पुङ् इत्यस्य भवति इति अस्ति. लक्ष्मीभगिनी अग्रे कमि महोदय, अत्र द्वयोः धातोः अर्थः समानः एव किल? न स्मर्यते मया, प्रायः अर्थः समानः न स्यात्, अर्थः समानः न स्यात्, कथं वा समानः समानमस्ति चेत् तत्र धातुद्वयं किमर्थम्? अत्र मातुभिः पुस्तके तु समानर्थः दत्तमस्ति महोदय. अस्तु, अनन्तरं पश्यामि, यतोहि धातुद्वयमस्ति, किं कश्चन भेदः अवश्यमस्ति, नो चेत् धातुद्वयं किमर्थं, कश्चन भेदः स्यात्. धातुगणभेदः एव अस्ति वा तत्र द्रष्टव्यम् अस्ति. अग्रे एकम् आत्मनेपदमस्ति अन्यत् उभयपदिनः, तावदेव तदपि अस्ति. तदपेक्षया इतोपि किमपि स्यात्? धातुगणः कः? क्रयादिगणे अस्ति महोदय, या धातुः ये धातुः यः धातुः दत्तमस्ति अस्मिन् सूत्रे, अन्यद् अस्ति भुवादिगणे. भुवादिगणे हा, धातुगणभेदः अर्थः समान, तदानीम् अर्थः समानः भवितुमर्हति. लक्ष्मीभगिनी अग्रे कमि प्रकमनं परिकमनम् एते कृदन्तपदे, अत्र प्र उपसर्गः उपसर्गे निमित्तमस्ति, कमि इति धातोः रूपं मध्ये अस्ति, अनन्तरं कृत्प्रत्ययः अस्ति. अत्र अनेन सूत्रेण ना भा भू पू कमि गमि प्यायि वेपाम् इत्यनेन अत्र णत्वं न भवति, अतः प्रकमनं परिकमनम्. यद्यपि कृत्यचः तीनेन भवति स्म. अग्रिमम् उदाहरणं गमि प्रगमनं परिगमनम्, अत्रापि प्र उपसर्गः उपसर्गनिमित्तमस्ति, गमि धातोः रूपमस्ति अत्र, अनन्तरं कृत् प्रत्ययः, अत्रापि अनेन सूत्रेण ऋणत्वं न भवति, अतः प्रगमनं परिगमनम्. अस्तु अस्तु, अत्रैव भवतु, यतोहि समयः नास्ति. किन्तु अत्र धातु तत्र प्रसिद्धधातुद्वयम् अस्ति, भूसत्तायाम् अपि च गम्, गत्यार्थकः गम् धातुः, तत्र गम् धातुः भू धातुः इति मनसि भवेत्, यत्र प्र उपसर्गपूर्वकरूपमस्ति तथापि तत्र अणत्वं न भवति. अस्तु, तत्र अयं विषयः केषुचिदेव निमेषेषु परिसमाप्येत, अग्रिमसप्ताहे अनन्तरं निजन्तरूपाणि इति योजना. धन्यवादः सर्वेषां, नमस्कारः. धन्यवादः महोदय. धन्यवादः महोदय.